पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 219 नारद उवाच इत्याकर्ण्यवचस्तस्य पुण्डरीको महामनाः उवाच निजबन्धुं तं शृण्वतां निजसङ्गिनां पुण्डरीक उवाच केन पुण्येन तीर्थेऽस्मिन् मृत्युर्भरदते भवद यदि जानासि तद्ब्रूहि पापं विख्यातमेव दे भरद उवाच पुण्डरीक शृणुष्वेदं कथयामि तवाग्रतः एतत्तीर्थप्रदं पुण्यं कृतं यदिह जन्मनि एकतादु धनं जित्वा समागच्छन्निजं गृहम् अपश्यं मृतकं बालं मृधस्यानाथमापणे निधाय तमहं मूर्ध्नि नीत्वा गङ्गातटे शुभे वस्त्रादिभिरलङ्कृत्य चक्रे दाहादिसत्क्रियां द्यूते नोपार्जितं द्रव्यं तत्सर्वं व्ययितं मया तेन पुण्येन प्राप्तं मे तीर्थमेदच्छुभावहं कुरु त्वं मम देहस्य संस्कारं दाहपूर्वकं श्रीनारद उवाच संस्कारे विहिते राजन् भरदः पापवानपि तीर्थस्यास्य प्रसादेन पुष्करस्य गतो दिवि मासमेकं यथा विष्णुपुण्डरीक गृहे हरिः उवासास्य प्रसादेन तीर्थस्य शृणुसाम्प्रतम् अत्र तीर्थे स धर्मात्मा भरतस्यापि सद्गतिं दृष्ट्वेदि हृदये मेने तीर्थमे दत्तु कामदम् अत्रेदि वाञ्छया सस्नौ पुण्डरीकस्स पण्डितः माघमासं स्वरूपेण हरिर् वसतु मे गृहे एवं स्नात्वा स कामेन ययौ निजगृहं प्रति तीर्थेऽत्र नृपतिश्रेष्ठ पुण्डरीकोऽखिलार्थते बन्धुभ्यो मरणं भ्रातुर्भरतस्य जगादः तेऽपि श्रुत्वा शुचं चक्रुर्मायया वृदबुद्धयः पुण्डरीकस्तदा कुर्वन् गृहे स्वस्मिन्निजक्रियाः उवासेदि महानन्दस्तपस्या यस्य दे हरिः पूर्णिमायामधो पौष्यां चक्रे स परमोत्सवं मत्वेदि स्वो गृहे मह्यं हरिरायास्यदि ध्रुवं श्री खण्डजलसेकेन गोमयालेपनेन च मुक्ताचूर्णचतुष्केन समस्कुरुदकेदनं शतद्वयं ब्राह्मणानां नानाभोज्यैरभोजयद वह्वीभिर्दक्षिणाभिश्च तानेव समतोषयद नानावादित्रकुशलै कलकण्ठैश्च गायनैः रजन्यां स्वजनैर्गायंश्चक्रे जागरणं तथा अथ प्रभादे तान् सर्वान् गायनादीन् विसृज्य सः गोविन्दागमनाकाङ्क्षी गृहमध्ये उपाविशद अथ तस्य गृहाभ्यासे निवर्त्य निजवाहनं प्राविशद्गृहमध्ये तु कर्तुं स्वजनवाञ्छितं स पुण्डरीकस्तं दृष्ट्वा माधवं समुपागतम् उद्धायासनतस्तूर्णं भवन्दे शिरसा नृप उवाच शशधर्मात्मा गोविन्दालोकनिर्वृतः सम्पूज्यार्कादिदानेन विष्टरेतं निवेशितं पुण्डरीक उवाच भवता भवतापघ्नं सुस्पष्टं तदनुष्ठितं त तावदत्र त्वया विष्णोऽस्ति यदां स्थितिकारिणा यावदस्य पुनीतस्य समाप्तिस्तपसो भवेद् यत्र त्वं सेवकास्ते च वसन्ति परिचर्यया तत्रैव खलु वैकुण्ठं सर्वदोषविवर्जितः यद्गृहे तव कर्माणि वर्ण्यं ते साधुभिर्विभो हरिर्निवसते तत्र सन्मुखादिदिनश्रुतं येषां वचसि ते नाम हृदिरूपं च सुन्दरं कर्णयोश्च गुणारोपस्त एव खलु साधवः भवतो भवते स्वान्तं येषां शुश्रूषणे विभो उत्तमाङ्गे जनर्माल्यं त एव खलु साधवः येषां सुबुद्धिशत्रौ च मित्रे च कमलापदे चया पचय योश्चैव त एव खलु साधवः येषां विकुरुदे चेदो न विकारस्य कारणे सन्धि लक्ष्मीपदे नूनं त एव खलु साधवः यत्र त्वं साधवस्तत्र सन्तो यत्र तदो भवान् भवानदो विज्ञाय तां साधुं माघे मम गृहे वस नारद उवाच इत्याकर्ण्य वचस्तस्य पुण्डरीकस्य माधवः उवाच वचनं भासादं तानां भासयन्दिशः श्रीभगवान् उवाच साधूनामुत्तमः साधुस्त्वं पृथिव्यां महामते यत्त्वया पुण्यतीर्थे दुस्नादं मत्सङ्गवाञ्छय उत्तिष्ठ जाह्नवीतोय माखे स्नानं कुरु द्विज माखां ते स्नापयामि त्वां पूर्णिमायां तु पुष्करे प्रयागे माघमासेदु पूर्णं यस्नानजं फलं तत्सर्वं पुष्करे तीर्थे दिनैकस्नानदो भवेद् नारद उवाच एवमुक्तः स विप्रेन्द्रः पुण्डरीको मुरारिणा किञ्चिदभ्युदिदे सूर्ये स्नानं गङ्गाजले करोद प्रत्यक्ष पुण्डरीकाक्ष पुण्डरीकः समर्चयद तुलसी विकसत्पुष्प यव कुङ्कुमचन्दनैः धूपैरगरुजैरङ्गवासिताङ्गं रमापदिं नीराजयदि कर्पूरदीपकैः पञ्चभिस्म सह चतुर्विधमयैर्भोज्यैः भोजयित्वा जगद्गुरुं सुप्तं स मणिपर्यङ्के चामरैस्तमवीजयद पादसंवाहनं जातु चक्रे तस्य रमापदेः जातकर्पूरसंयुक्तं ददौ ताम्बूलवीडकम् उष्णीषं बध्नतस्तस्य श्रीपदे पुरतस्तदा तस्थौ जातु स विप्रेन्द्रः करेणानीय दर्पणम् एवं निजगृहे तस्य वसतः स भवच्छिदः सपर्यां विदधद्विप्रो माखं निन्येस मस्तकम् अथ माखावसाने तु पूर्णिमायां रमापदेः स्मृतिमात्रा गदं तार्ष्यमपश्यत् पुरदस्थितं तं दृष्ट्वा पुण्डरीकाक्षः पुण्डरीकमुवाचः श्रीभगवानुवाच श्रूयदां भो द्विजश्रेष्ठ यद्वचोऽहं वदामि ते इन्द्रप्रस्थगदे तीर्थे पुष्करे ते यदृच्छया स्नानाय ते मया दत्तं यन्मासमुषिदं मया अद्य पङ्क्षीन्द्रमारुह्य मया सह महामदे व्रजतीर्थशिरोरत्नं तदेव प्रतिपुष्करे चतुर्वर्गप्रदे तस्मिन् स्नानं कुर्वन्यदीच्छसि तदहं ते प्रदास्यामि यदहं तद्वश्ये द्विज पापोऽपि भरतस्ते वै भ्राता यत्र मृदो गतः स्वर्गं स्वर्गसुखाकाङ्क्षी किमन्य तस्य वर्ण्यते नारद उवाच एवमुक्त्वा स देवेन्द्रो ब्राह्मणेन्द्रं नरेन्द्रतं पदकेन्द्रं समारोप्य सर्वतीर्थेन्द्रमागमद। पुण्डरीकस्य देहात् तेन तत् प्राणवायुना समं ज्योतिषनिर्गत्य गोविन्दपदमाविशद। एवं पुष्करतीर्थेऽस्मिन्निन्द्रप्रस्थगदे नृप स्नानेन पुण्डरीकस्तु लेभे सायुज्यमीश्वरे। एवं तीर्थानुरोधेन गोविन्दोऽपि च तद्गृहे मासमेकं सुखं राजन्नुवास निजबन्धुवत्। केन वर्णयितुं शक्यो महिमा पुष्करस्य वै शक्रप्रस्थगदस्यास्य कोट्यंशो वर्णितो मया। माहात्म्यश्रवणादस्य श्रद्धया लभते नरः अश्वमेधक्रदुफलं पठनादपि भूपते। इति श्रीपाद्मे महापुराणे उत्तरखण्डे पुष्करमहिमा वर्णनो नामैकोनविंशाधिकद्विशततमोऽध्यायः। ॐ